पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 144 महादेव उवाच ब्रह्मवल्ली महतीर्थं ततो गच्छेत् सुरेश्वरि तस्य तीर्थस्य स्वरूपं साक्षात् शृणुसुरोत्तम यत्र सा भ्रमदीतोऽयं ब्रह्मवल्ल्यम्भसा सह युज्यते ब्रह्मतीर्थं तत्प्रयागेन समं स्मृतं तत्र पिण्डप्रदानेन तृप्तिर्द्वादशवार्षिकी पितॄणां जायते नूनं ब्रह्मणो वचनं यथा गयाश्राद्धसमं पुण्यं ब्रह्मवल्ल्यां विशेषतः यत्र ज्ञात्वा प्रकुर्वन्ति पितरस्तृप्तिमाप्नुयुः गोदानं भूमिदानं च अन्नदानं तथैव च ये दद्दानसमं पुण्यं ब्रह्मवल्ल्यां विशेषतः अत्रैव सनकाद्यास्तु स्नात्वा च विधिपूर्वकं परं ब्रह्म पदध्यानाद्विष्णुलोकमवाप्नुयुः पुष्करे चैव गङ्गायां क्षेत्रे चामरकण्डके तत्र गत्वा दुदेवेशि यद्फलं लभते नरः तद्फलं समवाप्नोति ब्रह्मवल्ल्यां विशेषतः चन्द्रसूर्यो परागे च दानं ये ददते नराः तद्फलं समवाप्नोति ब्रह्मवल्ल्यां सुरेश्वरि दिव्यरूपधरास्ते च शङ्खचक्रगदाधराः तेऽपि स्वर्गे हि गच्छन्ति स्नानं कृत्वा सुरेश्वरि धृत्वा तुलसीजां मालां नारायणमनुस्मरन् वैकुण्ठं दिव्यमानन्दं यादि वै पदमव्ययम् इति ब्रह्मवल्लीतीर्थमाहात्म्यम् वृषतीर्थं ततो गच्छेत् खण्डतीर्थेदि विश्रुतं तत्र स्नात्वा दिवं गावो गोलोकं च पुराश्रिताः खण्डरूपेण धर्मेण या गावो लोकमातरः शापाद्भ्रष्टा विदास्तेन खण्डतीर्थमधोच्यते पार्वत्युवाच चापो हि लोकमातॄणां गवां कस्य पुरा भवत् कथं लोकात् परिभ्रष्टाः कथं धर्मेण रक्षिताः ततस्तासां ददौ शापं तेन दोषेण वैहरः नष्टसंज्ञा स्वलोकाच्च गावो यास्यथ मेदिनीं गावशप्ता भगवदा सम्प्रसाद्य पुनर्हरं प्राप्स्यामहे पुनर्लोकम् इति देवं ययाचिरे यदा साभ्रमदीतीर्थे ब्रह्मवल्ली समीपदः खण्डसंज्ञह्रदे स्नात्वा स्वर्गं वै प्राप्स्यधध्रुवं ततस्तस्मिन् ह्रदे स्नात्वा गावो गोपतिना सह स्वर्गं गदा शुद्धतमा महादेवसमीपदः गोह्रतेदुनरस्नात्वा कृत्वा वै पितृतर्पणं गवां लोकमवाप्नोति दाहप्रलयवर्जितं तत्र स्थित्वा निराहारो गोपिण्डं च ददाति वै स नरः सुखमेधेत यावदिन्द्राश्च दुर्दश गवां कोडिप्रदानेन यद्फलं प्राप्यते ध्रुवं तद्फलं समवाप्नोति खण्डतीर्थेन संशयः गृहीत्वा वृषमूत्रं च तीर्थं यः पिबदे नरः तत्क्षणादेव शुद्धिः स्यात् खण्डतीर्थेन संशयः खण्डतीर्थात् परं तीर्थं न भूतं न भविष्यति ये गच्छन्ति सुरश्रेष्ठ ते नराः पुण्यभागिनः तत्र गत्वा सुरश्रेष्ठे गवां पूजनमाचरेत् वृषभं च ततः पूज्य स्नानं कृत्वा समाहितः पूजनाद्वैन सन्देहो गोलोके तु वसेच्छिरं तत्र गत्वा विशेषेण सौवर्णी गां ददन्ति ये ते नरा भुञ्जदे सौख्यं यावदिन्द्राश्च दुर्दश दशधेनुं तद कृत्वा यो ददाति द्विजातये खण्डतीर्थे सुरश्रेष्ठे तदनं सफलं स्मृतं तत्र गत्वा तु कर्तव्यं पिप्पलारोहणं बुधैः तत्कृते सति देवेशि पितृलोकं स गच्छति पञ्चवामलकीर्दिव्या ये कुर्वन्ति प्ररोपणम् इह लोके सुखं भुक्त्वा हरिलोकं व्रजन्ति ते इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे खण्डतीर्थं नाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॐ